पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 79 व्यास उवाच मध्यदेशे स्वराट् सम्राट् भद्रेश्वर इति श्रुतः तपोभिर्बहुभिः पुदो व्रतैर्नानाविधैरपि देवांस्तु पूजयेन्नित्यं सुभावेन सदा खलु तस्य सव्ये भवत्कुष्ठं करे श्वेदमजायत ततो भिषक्प्रयोगाच्च लक्षणं दृश्यते पुरा आहूय द्विजमुख्यांश्च मन्त्रिणः सोऽब्रवीद्वजः राजोवाच किल्बिषं मे करे विप्रा दुःसहं लोकगर्हितं तस्मात् पुण्यं महाक्षेत्रं यत्र त्यक्ष्यामि विग्रहम् आज्ञापयद धर्मज्ञा परलोकहिताय वै वंशहीनस्य मे वीरा प्रेत्यामुत्रहितं च यत् तद्ब्रूद सुप्रसन्नाम उद्दिष्टं यत्करोम्यहं द्विजा ऊचुः परित्यक्ते त्वया राष्ट्रे धर्मशीलेन धीमता नष्टं जगदिदं राज्यं तस्मान्नो वक्तुमर्हसि अयमस्य प्रतीकारो ह्यस्माभिरवगम्यते सूरं मन्त्रैर्महादेवं यत्ना दाराधय प्रभो राजोवाच केनोपायेन विप्रेन्द्रास्तोष इष्यामि भास्करम् अमेध्येनाधकुष्ठेन लोकानां गर्हितेन च अदृश्यः सर्वभूतानां गर्हितोऽस्मि द्विजातयः किं करिष्यामि राज्यं च किं स्याद्दाराधनेन तु द्विजा ऊजुः अत्र स्थित्वा स्वराज्ये तु समुपास्य विरोचनं प्रमुच्य किल्बिषात् कोरात् स्वर्गं मोक्षं च लप्स्यसे येदच्छ्रुत्वा तु राजेन्द्रप्रणिपत्य द्विजोत्तमान् आकार्षितस्य सूर्यस्य परमाराधनं च यत् नित्यपूजां तथा मन्त्रैरुपहारैर्विलेपनैः फलैर्नानाविधैरर्कैरक्षता तपतण्डुलैः जपपुष्पार्कपर्णैश्च करवीरकरञ्जकैः रक्तकुङ्कुमसिन्धूरैस्तथा वासन्तिकादिभिः सुगन्धकदलीपत्रैस्तत्फलैः सुमनोहरैः अर्घ्यमौदुम्बरे कृत्वा सदा सूर्याय पार्थिवः आदित्यसम्मुखो दत्ते सदा मन्त्रिपुरोहितैः महिषीभिस्तथा चार्को भोगिनीभिः समन्ततः सर्वैरन्धःपुरस्थैश्च सपत्नीकैश्च रक्षिभिः चेडवर्गैस्तथान्यैश्च दीयतेऽर्को दिने दिने अर्कशान्तिभिरत्युग्रैस्तोत्रमन्त्रादिभिः परैः मूलमन्त्राण्यमन्त्रैश्च यजन्ति स्म दिवाकरं तथार्काङ्गव्रतं चान्यत्कृतं तैः सुसमाहितैः क्रमात् समां समासाद्य रोगस्यान्तं गतो नृपः बाधिते चामये घोरे सराजा निखिलं जगद नियम्य कारयामास कल्ये च याजनव्रतं एवमेव जपपुष्पं सुगन्धं कदलीफलम् बाणैर्जयाभिरालभ्य मर्कपण्यान्यपुष्पकम् एवमेव महापुण्यं कृत्वा सर्वजनप्रियम् हविष्यान्नो निराहारो जनो यजति भास्करम् एवमेव त्रिभिर्वर्गैरर्चितस्तैर्विभाकरः सन्तुष्टो भूपमागम्य कृपया चाब्रवीद्वजः वरं वरय चाभीष्टं यस्ते मनसि वर्तते सर्वेषां मोहितार्थाय सानुगः पुरवासिनां राजोवाच यदीच्छसि वरं दातुं सर्वलोचनमत्प्रियम् सर्वेषां नः परं स्वर्गं त्वत्सकाशे भवद्विधि सूर्य उवाच अमात्यास्ते द्विजा विप्रा सदारा सपरिच्छदाः नवीनयौवनाशुद्धा यावदाभूतसम्प्लवं तिष्ठन्तु मत्पुरे रम्ये सर्वभोगैर्निरामयाः सुरद्रुमै सुसम्पूर्णै प्रासादैर्द्रुमकल्पकैः प्रमदाभिर्महाभाग नृत्यगीतादिभिः परैः पञ्चकल्पान्तरे राजा मन्वादौ त्वं भविष्यसि अमिते मनुजा भूप पुरस्ताश्च पुरोधसः तथा जनपदस्थाश्च विद्वांसो धनिनो नराः तत्र मत्तो वरं लब्ध्वा सुखं स्वर्गमवाप्स्यथ एवमुक्त्वा जगच्चक्षुस्तत्रैवान्तरधीयत ततो भद्रेश्वरो राजा सपुरो दिवि मोददे तत्र कीडादयो ये च ते पीदा ससुतादयः स्वर्गे देवद्रुमे भोग्यं कुर्वन्ति महदद्भुतम् एवमेव नृपा विप्रा मुनयशंसिदव्रताः ये च क्षत्रादयो वर्णा सूरस्वर्गं ययुर्धृतम् कैश्चिदभ्यर्थितं वित्तं पुत्रधारास्तथा परैः सुखं स्वर्गं तथारोग्यं भास्करस्य प्रसादतः पुण्यकूटमिदं भद्रं यः पठेन्मानवशुचिः सर्वपापक्षयस्तस्य रुद्रवत्पूजितो भुवि सर्वसाक्षी भवेत् स्वर्गे वरदो भास्करप्रियः शृणोति सं यतो मर्त्यसोभीष्टं फलमाप्नुयात् पारगसर्वपापानां भास्करस्यैव संसदि वावधूको भवेन्नित्यं श्रवणात् पुण्यवान्धनी इदं गुह्यादिगुह्यं च भास्करेण प्रचारितम् इदं यमाय कथितं क्षितौ व्यासेन कीर्तितम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे भद्रेश्वराख्यानं नामैकोनाशीतितमोऽध्यायः ॐ